सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम. भगिनी एकवारं सुभाषितं स्मारयतु. गुरुभ्यो नमः. विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः. हरि ओं गुरुभ्यो नमः. धन्यवादः भगिनी. धन्यवादाः. साधु भगिनी, द्वितीयविभक्तेः विषये कांश्चन अभ्यासान् समापितवन्तः वयं. 4-100 पुटं पश्यन्तु, पेज् 104. तत्र एकः श्लोकः अस्ति. भूमा भगिनी, भवती जानाति खलु? भगिनी, अहं जानामि एतं श्लोकम्. एतं श्लोकम् उच्चैः पठत: रामस्कन्धं हनूमन्तं वैनतेयं वृकोदरं शयने यस्मरेन्नित्यं दुःस्वप्नस्तस्य नश्यति. यः शयनासने रामं कार्तिकेयं हनूमन्तं गरुडं भीमं च स्मरति तस्य दुःस्वप्नाः न भवन्ति. अत्र सूचना दत्ता. सूचनां पुनः पठित्वा प्रत्येकं पदं स्वीकृत्य वदतु. एतं श्लोकम् उच्चैः पठत. श्लोकं श्लोक प्रातिपदिकं श्लोकं नपुंसकलिङ्गे अस्ति. भगिनी, पुंलिङ्गपदमेव श्लोकः. ओके ओके. श्लोकं द्वितीयविभक्ति. श्लोकः इति पुंलिङ्गपदम् इति कथं ज्ञायते? सर्वनामपदं दृष्ट्वा अवगन्तुं शक्नुमः. एतं श्लोकम् एतं द्वितीया विभक्ति. नपुंसकलिङ्गपदमस्ति चेत् एतत् भवति स्म खलु? एतं श्लोकम् इति लिखितमस्ति इति कृत्वा अत्र सर्वनामपदस्य द्वितीया विभक्त्यन्तं रूपम् एतम् अस्ति इति कृत्वा इदं पदं पुंलिङ्गपदं भवति इति चिन्तयितुं शक्नुमः. एतं श्लोकं विशेषणविशेष्यभावः अस्ति. श्लोकस्य विशेषणमस्ति एतम्. उच्चैः अव्ययपदमस्ति. पठत पठुधातु पठत लोट्लकारे मध्यमपुरुषे बहुवचने अस्ति. उत्तमम्. पठतु पठतां पठन्तु मध्यमपुरुषे एकवचनरूपं. पठ पठतं पठत पठानि पठाव पठामः. उत्तमं. तदेव. अस्मिन् श्लोके कर्मपदानि कानि? रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरं पञ्च कर्मपदानि सन्ति. अत्र क्रियापदं किं? नश्यति. इतोपि अन्यत् पदमस्ति, अन्यत् क्रियापदम् अस्ति. स्मरेत् स्मरेत् इति क्रियापदस्य कृते रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् इमानि पदानि द्वितीयान्तानि. रामं स्मरेत्, स्कन्दं स्मरेत्. स्मरेत् इति कीदृशं पदम्? स्मृदातुतः स्मरेत् विधिलिङ्गलकाररूपमस्ति. साधु भगिनी. गोमति भगिनी, एकवारं रामं तस्मिन् प्रसङ्गे भवती यद् जानाति तद्वदतु. रामम् इति पदम् अकारान्त पुल्लिङ्गशब्दः अस्ति. रामम् इत्युक्ते अत्र द्वितीयविभक्ति एकवचनरूपं. रामः रामौ रामाः रामं रामौ रामान् इति द्वितीयविभक्तिरूपम् एक सारि प्रथमाविभक्ति एक द्वितीयविभक्तिरूपाणि. रामं स्मरेत् इति अत्र क्रियया अन्वयं भवति. रामं श्रीरामचन्द्रमहाप्रभु. रामः इति पदं कथं साधनीयम्? राम इति प्रातिपदिकमस्ति. रमो धातुः खञ्प्रत्यययोजनेन राम इति प्रातिपदिकं भवति. अत्र सुप् विभक्तिप्रत्ययानां योजनेन सुबन्धानि पदानि लभ्यन्ते. रामयोगः सु इति सु अत्र उकारः उच्चारणार्थे अस्ति, केवलं स अवशिष्यते. रामयोगः स रामस् भवति. रामस् तु पदम् अस्ति, सुबन्धम् अस्ति, अतः तत् पदम् अस्ति. अतः ससजुषोरुः इति सूत्रं तत्र कार्यं करोति, रामरु इति भवति. अत्र उकारान्तः अनुनासिक उकारः अस्ति, तद् इत्संज्ञा भवति. अनन्तरं तस्य लोपः भवति, तो रामर् इति अवशिष्यते. रामर् अत्र खरवसादयोर्विसर्जनीयः इति सूत्रेण अवसाने अस्ति, अतः तत्र विसर्गः भवति, रेफस्य विसर्गः भवति. रामः इति रूपं प्रथमाविभक्ति एकवचनम्. अम् इति सुबन्धपदं, सुबन्धप्रत्यय द्वितीय एकवचनस्य प्रत्ययस्य योजनेन राम योग अम् इति भवति. तत्र अकारयोग अकारक सवर्णदीर्घः न भवति. सूत्रं न जानामि भगिनी, परन्तु रामम् इति एव फैनल् रूपं. चिन्ता मास्तु. रामं रं धातोः रूपम् अस्ति, लौकिकधातुः रम् अस्ति, औपदेशिकधातुः रमु इति, आत्मनेपदी धातुः अयं धातुः रमते इति तस्य रूपम् अस्ति. रमन्ते योगिनः अस्मिन् रामः. द्वितीयं पदमस्ति स्कन्दः, तस्मिन् प्रसङ्गे किञ्चित् वदतु. स्कन्दः अपि स्कन्द इति अकारान्तपुल्लिङ्गप्रातिपदिकम्. अत्र द्वितीयविभक्तिरूपं स्कन्दं, स्कन्दं स्मरेत् इति क्रियाया अन्वयं भवति. स्कन्दः इत्यस्मिन् अर्थे एव कार्तिकेयः इति पदं दत्तमस्ति खलु. आम् आं भगिनि, कार्तिकेयः. कार्तिकेयः कः? कार्तिकेय कृत्तिका देव देव्यां दे ब्रॉट हिम अप. कार्तिकेयः इति पदं तद्धितप्रत्ययान्तपदं. कानिचन पदानि वदामि, एतादृशानि पदानि. विनतायाः पुत्रः वैनतेयः, कृत्तिकायाः अपत्यं पुमान् कार्तिकेयः. वैनतेयः इत्यस्मिन् पदे ढक् इति तद्धितप्रत्ययः अस्ति. स्त्रीभ्यो ढक् इति सूत्रेण ढक् प्रत्ययः विहितः भवति. अत्र विनता इति आकारान्त स्त्रीलिङ्गपदमस्ति. विनतायाः पुत्रः वैनतेयः, तद्धितप्रत्ययान्तपदेषु आदिवृद्धिः भवति. विनता इकारस्य वृद्धिः भूत्वा वैनतेयः इति भवति. एवमेव कृत्तिका इति आकारान्त स्त्रीलिङ्गपदमस्ति. कृत्तिकायाः पुत्रः कार्तिकेयः. कृत्तिका इति अपि स्त्रीलिङ्गपदमस्ति इति कृत्वा स्त्रीभ्यो ढक् इति सूत्रेण ढक् प्रत्ययः विहितः भवति इति कृत्वा कार्तिकेयः इति पदम्. साधु भगिनी, इदानीम् अरविन्द महोदय भवान् वदतु तृतीयं पदं हनुमन्तं, तस्मिन् प्रसङ्गे वदतु. हनुमन्तं, हनुमान् इति नकारान्तपदमस्ति. पुनः चिन्तयतु. हनुमत्. उत्तमम्. हनुमत् इति तकारान्तपदम्. हनुमान् हनुमन्त हनुमत् इति प्रथम एकवचनम् इति हनुमन् हनुमन् हनुमन्तम् इति लिखितमस्ति. मम चिन्तनमस्ति रूपद्वयमपि अस्ति इति भाति. हनुमत् इति एकं प्रातिपदिकमस्ति, हनुमत् इति प्रातिपदिकमपि अस्ति. हनुः इति उकारान्तपदमस्ति. हनुः इत्युक्ते ज. हनुः इत्यस्य द्विवचनरूपं हनू भवति. हनुः हनू हनवः इति भवति. हनुद्वयमस्ति इति कृत्वा हनू. हनुमत् इति प्रातिपदिकमपि अस्ति. हनुमत् ह्रस्व उकारान्तप्रातिपदिकमपि अस्ति इति मम चिन्तनम्. आहत्य तकारान्तप्रातिपदिकं, यथा भवत्, भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, एवं रीत्या तकारान्तप्रातिपदिकम् अस्ति इति कृत्वा रूपाणि वक्तव्यानि. हनुमान्, हनुमन्तौ, हनुमन्तः हनुमन्तं हनुमन्तौ हनुमतः एवं रीत्या रूपाणि वक्तव्यानि. हनुमान् हनुमान् कः? वदतु. वायुपुत्रः. रामस्य अनुचरः. रामस्य अनुचरः. भगिनी किम् उक्तवती? वायुपुत्रः. किमर्थं वायुपुत्रः इति उक्तमस्ति? भीमसेनस्य भ्राता अपि औरसपुत्रः. वायुपुत्रः इत्युक्ते साक्षात् वायोः पुत्रः इति अर्थः नास्ति इति मम चिन्तनम्. आङ्ग्लभाषया वक्तुमिच्छामि, एन् एक्स्पर्ट् इन् एरोडैनमिक्स्, दट्स् वै ही कुड् एबल् टु फ्लै. हि मास्टर्ड् द एरोडैनमिक्स्, हि कुड् एबल् टु फ्लै अप् टु लङ्का. दट् इस् द रीसन् हि वास् नेम्ड् एस् वायुपुत्र. वदतु. कुन्ती, वेन् शी कुड् नाट् कन्सीव् औट् आफ़् बिकास् आफ़् द कर्स्, she invoked three word three devat devas and the three two she gave it to the other wife of Pandu. So Vayuputra Bhimasena was born out of when she invoked Vayu. That is why brata Hanuman iti Hanuman bratramelanam tatra biham ayam paditavantaha na Hanuman and Hanuman Bhima are brothers because if she was she invoked Vayu to get Bhimasena. That is why the reason in the Purana, that is what you said, maybe from that you know different aspect of aerodynamics is a difference. What I heard is he is Jitendriyah, navavidha vyakaranam janati saha saha brahmachari. Ashta siddhi janati anima mahima laghima garima. Vadatu. अष्टसिद्धि अनिमा गरिमा लखिमा महिमा ईशित्वं वशित्वं दिशादश अष्टसिद्धिस् एण्ड् हनुमान् वास् हेविङ्ग् द नालेज् टु यूस् आल् आफ़् दम् दट्स् वाट् ऐ वाण्ट् टु हैलैट् पुराणपुरुषः इति तु साधु एव वेन् वि थिङ्क् अबौट् हिम् लाजिकलि आल्सो हि इस् एन् एक्स्पर्ट् इन् एरोडैनमिक्स् इति मया कुत्रचित् पठितम्. अस्तु, अग्रिमं पदमस्ति वैनतेयः. गीताञ्जलि भगिनी भवती वदतु. वैनतेयम् इति अपि कर्मपदमस्ति. विनतस्य पुत्रः. विनता इति आकारान्तस्त्रीलिङ्गं पदमस्ति चेत् कथं वक्तव्यं? विनतायाः. हा, विनतायाः विनतायाः पुत्रः वैनतेयः. वैनतेयम् इति कर्मपदम् अस्ति. द्वितीयविभक्ति एकवचनम् इति. वैनतेयं स्मरेत् खलु? हा, स्मरेत्. हा, यः यः वैनतेयं स्मरेत् तस्य. हा, तस्य दुःस्वप्न नश्यति. दुःस्वप्नः नश्यति. विसर्गसन्धिं कृत्वा लिखितमस्ति. दुःस्वप्नः तस्य खलु? दुःस्वप्नाः इति बहुवचनं वा? एकवचनं. नश्यति अस्ति खलु, नश्यति इति प्रथमपुरुष एकवचनरूपम् अस्ति. तस्य दुःस्वप्नः नश्यति. दुःस्वप्नः नश्यति. उत्तमं भगिनि. अत्र विनतायाः पुत्रः वैनतेयः इदं पदमपि तद्धितप्रत्ययान्तपदमस्ति. यथा मया पूर्वम् उक्तं, स्त्रीभ्यो ढक् इति सूत्रेण स्त्रीलिङ्गपदानाम् अन्ते ढक् प्रत्ययस्य योजनेन ईदृशानि पदानि सिद्ध्यन्ति. वैनतेयः, कार्तिकेयः ईदृशानि पदानि सन्ति. ढक् प्रत्यय अपि च ठक् प्रत्यय भिन्न भिन्नः अस्ति इति भाति. अस्तु, ढक् इति तद्धितप्रत्यय वा? द्वयमपि, ठक् अपि तद्धितप्रत्ययः एव, द्वयमपि. अस्तु, 200 उपरि तद्धितप्रत्ययाः सन्ति इति भाति. तद्धितप्रकरणं बहु दीर्घमस्ति, बृहत् प्रकरणं. वृकोदरम् इति पदमस्ति अत्र. वृकोदरः इति प्रथमान्तं पदमस्ति. तस्मिन् प्रसङ्गे वक्तुमिच्छति वा? नो चेत् अहं किञ्चित् वदामि. वदतु भगिनि. प्रथमान्तं पदं वृकोदरः, द्वितीयान्तं पदम् अत्र दत्तं. वृकोदरं स्मरेत्. वृकोदरः, वृकोदरः इति भीमस्य अन्यनाम अस्ति. वृकस्य उदरम् इव उदरं यस्य सः इति विग्रहवाक्यं वक्तव्यं भवति. वृकस्य उदरम् इव उदरं यस्य सः. यस्य उदरं वृकस्य उदरम् इव अस्ति सः वृकोदरः. अस्मिन् पदे उपमानपूर्वपद बहुव्रीहिसमासः अस्ति. उपमानपूर्वपदबहुव्रीहिसमासः अस्ति. एवं रीत्या कानिचन अन्यानि पदानि अपि अहं वक्तुमिच्छामि. गजाननः इति पदमस्ति. वृकोदरः इव गजाननः अपि बहुव्रीहिसमासयुक्तं पदमेव. उपमानपूर्वपद बहुव्रीहि समासः अस्ति. गजस्य आननम् इव आननं यस्य सः गजाननः. एवमेव शूर्पणखः इति पदमपि उपमानपूर्वपद बहुव्रीहि समासस्य उदाहरणमस्ति. शूर्पणखा इति स्त्रीलिङ्गपदमस्ति. शूर्पाः इव नखाः यस्याः सा. शूर्पाः इव नखाः यस्याः सा शूर्पणखा. एवमेव हंसगमना, महिला अस्ति चेत् हंसगमना इति विशेषणं भवितुमर्हति. हंसगमना महिला, हंसगमना इति समस्तपदमस्ति चेत् तत्रापि उपमानपूर्वपद बहुव्रीहि समासः अस्ति. हंसस्य गमनम् इव गमनं यस्याः सा हंसगमना. अपि च हरिणाक्षी, हरिणः अक्षिणी इव अक्षिणी यस्याः सा. भगिनी वदतु. गजगमना, गजगमना, गजस्य गमनम् इव गमनं यस्याः सा. एवमेव शूर्पकर्णः, शूर्पकर्णः इत्युक्ते गजाननः अथवा गणेशः. तत्र विग्रहवाक्यं कथं भवति? शूर्पौ इव कर्णौ यस्य सः शूर्पकर्णः. शूर्पकर्णः इत्युक्ते गणेशः. कुत्रचित् गजः इति अर्थः अपि भवितुमर्हति. शूर्पौ इव कर्णौ यस्य सः शूर्पकर्णः. एवमेव अत्र वृकोदरः इत्यस्मिन् पदे उपमानपूर्वपद बहुव्रीहि समासः अस्ति. सूर्यकुमारी भगिनी, शयने इति पदं दत्तमस्ति, तस्मिन् प्रसङ्गे वदतु. शयने, शयनसमये सप्तमी विभक्ति एकवचनं. प्रथमान्तं किं? शयनः, शयनं, शयनं अनपुंसकलिङ्गपदं. गोमती भगिनी कृपया वदतु शयनं प्रसङ्गे. शयनं धातु, धातु शीङ् धातु, शीङ्. उत्तमं. शीङ् शयने, वदतु. आत्मनेपदी पदधातुः अस्ति. दिवादिगणीयधातुः अस्ति. अदादिगणे भगिनि, अदादिगणे. यथा भगिन्या उक्तं, शीङ् धातुः अस्ति. शीङ् इति कथनेन तत्र अन्ते हल् वर्णः अस्ति, कवर्गी अन्तिमव्यञ्जनं ञकारः अस्ति. अनुदात्तनित आत्मनेपदम् इति सूत्रेण ञकारः इति संज्ञकः तस्मिन् धातौ अस्ति इति कारणतः सः धातुः आत्मनेपदी धातुः. तदर्थमेव रूपाणि शेते, शयाते, शेरते, बहुवचनरूपं शेरते भवति. तत्र अन्यानि सूत्राणि आवश्यकानि, किन्तु अत्र शीङ् धातोः रूपमेव शयनं ल्युडन्तरूपम्. भगिनी एकवारं स्मारयति वा, शीङ् धातुतः शयनम् इति रूपं कथं साधनीयम्? शीयोग ल्युट् प्रत्ययः वा भगिनि? ल्युट्, ल्युट् प्रत्ययस्य युवार अनाको अन आदेशः भवति. युवार अनाको इति सूत्रेण शीयोग अना इति भवति. शी ईकारान्तमस्ति, अनन्तरम् अच् वर्णः, अन इति अर्थधातुकप्रत्ययम् अस्ति. सार्वधातु अर्थधातुकयोः इति सूत्रेण तस्य गुणं भूत्वा शय् इति भवति. शय् योग अन शयन इति प्रातिपदिकं कृदन्तरूपम्. अर्थधातुकगुणं भवति चेत् प्रत्ययः तु आर्धधातुकप्रत्ययः एव, किन्तु कित् नास्ति. कित् नास्ति इति कारणतः धातुः इगन्तधातुः, कित् नास्ति इति कृत्वा गुणकार्यं भवितुमर्हति खलु? आम्, सार्वधातुकार्धधातुकयोः इति सूत्रेण. उत्तमं. शीशे भवति, अनन्तरम् अन इति रूपम् अस्ति, तत्र सन्धिकार्यं भवति खलु? ओ, शीशे भवति. आं भगिनि, शीशे भवति. शय नास्ति, शी इत्यस्य ईकारस्य एकारः भवति. शेयोग अन, अनन्तरम् एचो अयवायावः इति सूत्रेण शय् भवति. शययोग अन शयन इति. उत्तमम्. अत्र शयनम् इति ल्युडन्तपदमस्ति. शयने सप्तम्यन्तं पदमस्ति. शयने यः स्मरेत्, सूर्यकुमारी भगिनी, स्मरेन्नित्यम् इति लिखितमस्ति, तत्र कीदृशं कार्यमस्ति? स्मरेत्, स्मरेत् नित्यम्. नित्यम् अस्ति चेत् नकार उत्तरपदमस्ति, यर अनुनासिके अनुनासिको वा, यरोनुनासिकेनु नासिको वा. अत्र वा इति कथनेन किम् उक्तम्? स्मरेत् नित्यमपि भवति, स्मरेत् नित्यमपि भवति. पूर्वस्थितिः का? स्मरेत् योगः नित्यं, स्मरेत् योगः नित्यं. प्रथमपदस्य अन्तिमवर्णः तकारः अस्ति, उत्तरपदस्य आदिमवर्णः दन्त्यनकारः अस्ति. दन्त्यनकारः यर् प्रत्याहारस्थवर्णः, तदर्थं यरोनु नासिकेनु नासिको वा इति सूत्रेण विकल्पेन रूपद्वयं सिध्यति. स्मरेन्नित्यम् एकं रूपं, स्मरेद् नित्यम् अन्यत् रूपं, विकल्पेन कार्यं भवति अत्र, खलु? आम् भगिनि, स्मरेद् नित्यम्. स्मरेन्नित्यं सूत्रे वा इति उक्तमस्ति इति कारणतः विकल्पेन रूपद्वयम्. एतादृशानि पदानि, बहूनि पदानि वयं जानीमः एव. वाङ्मयं, वाङ्मुखं, षण्मुखः, वाङ्मूलम् इत्यादिषु पदेषु अनुनासिकसन्धिः भूत्वा रूपाणि सिद्ध्यन्ति. अत्रापि अनुनासिकसन्धिः अस्ति. अनुस्वारसन्धिः भिन्नः, अनुनासिकसन्धिः भिन्नः, स्मर्तव्यः अंशः. यरोनुनासिकेनु नासिको वा इति सूत्रम् अनुनासिकसन्धेः विधायकसूत्रम्. वाङ्मयम् इति कथनेन तत्र मयट् इति एकः प्रत्ययः अस्ति इति कारणतः वाङ्मयं, चिन्मयं, तन्मात्रम् इत्यादिषु पदेषु नित्यरूपेण अनुनासिकवर्णादेशः भवति, न तु विकल्पेन. तत्र भेदः अस्ति. चिन्मयं, वाङ्मयं, तन्मात्रं, चिन्मात्रम् इत्यादिषु पदेषु नित्यरूपेण अनुनासिकवर्णादेशः भवति, न तु विकल्पेन. किमर्थं चेत् तत्र मयट् इति एकः प्रत्ययः अस्ति. तत्र एकं वार्तिकं स्मर्तव्यं, प्रत्यये भाषायां नित्यम् इति वार्तिकेन तत्र नित्यरूपेण अनुनासिकादेशः भवति. प्रत्यये भाषायां नित्यम् इति वार्तिकेन नित्यरूपेण अनुनासिकादेशः, किन्तु अत्र विकल्पेन रूपद्वयं सिध्यति. भगिनी, दुःस्वप्नस्तस्य एकं सन्धिकार्यमस्ति, तत् किम्? अनुस्वारसन्धि पदार्थम् अस्ति. परः हल्वर्णः अस्ति, अनुनासिक अनुस्वार भवति, मनोस्वारः इति सूत्रेण. अत्र हल्वर्णः कः? दकारः. हलिपरे, हलिपरे अनुस्वारादेशः. दुःस्वप्नस्तस्य तत्र विसर्गसन्धिकार्यमस्ति, वदतु. ककपफु विसर्जनीयस्य सह, ककपफु विसर्जनीयस्य सह प्रथमं पाठसूत्रम् अत्र कार्यं करोति. दुःस्वप्नः योगः तस्य, खलु? दुःस्वप्नः योगः तस्य, तस्य इति खर्वर्णः अस्ति. विसर्जनीयस्य सह खरी, खरी इति वक्तव्यं. विसर्जनीयस्य सह खरी, काखापाप्ये तु विसर्गः. अत्र तकारः खर्वर्णः अस्ति इति कृत्वा किं भवति? विसर्गस्य स्थाने सकारः, सकारः आयाति. वदतु. विसर्जनीयसः, विसर्जनीयस्य सह खरि काखापाप्येतु विसर्गः इति प्रथमं भाट्टसूत्रं कार्यं कृत्वा विसर्गस्य स्थाने सकारादेशः भवति इति कृत्वा दुःस्वप्नस्तस्य इति रूपं दत्तमस्ति. नश्यति, वदतु. नश्य धातुः दिवादिगणे, अहं चिन्तयामि दिवादिगणे श्यन् प्रत्यय विकरणप्रत्ययः या एव अवशिष्यते लोपानन्तरं, नश्योगः या योगः ति नश्यति. साधु, दिवादिगणीयः श्यन्नायति इति कृत्वा नश्यति. अयं धातुः अपि मूर्धन्य अणकारादिधातुः इति कृत्वा अणोनः इति सूत्रेण दन्त्यनकारः. निमित्तम् अनपेक्ष्य कार्यम्, आदौ लौकिकधातोः रूपं साधयितुम् अणोनः इति कार्यस्य प्राप्तिः अपि अस्ति. आहत्य श्लोकार्थः कः? पुनः पठतु. रामं स्कन्दं हनुमन्तं, रामं स्कन्दं हनुमन्तं, वैनतेयं रुकोधरं, रुकोधरं शयने यस्य स्मरेन्नित्यं दुःख दुःख दुःस्वप्नस्तस्य क्षम्यतां दुःस्वप्नस्वप्नस्वप्नस् तस्य नश्यति शयने यस् स्मरेन्नित्यं दुःस्वप्न यस्य नश्यति. आवरणे श्लोकार्थः दत्तः, पुनः पठतु. यः शयनसमये रामं कार्तिकेयं हनुमन्तं गरुडं भीमं च स्मरति तस्य दुःस्वप्नाः न भवन्ति. यः दुःख शयनसमये एतां नामान् स्मरन्ति चेत् एतेषां क्षम्यताम् एतेषां नामान् नामानि नामानि नामशब्दस्य रूपाणि वदतु. नामं नामे नामानि नकारान्तपदम् इत्युक्ते तत्र प्रातिपदिकं नामन् वदतु. नामन् नपुंसकलिङ्गपदं नकारान्तपदं तस्य रूपाणि कथं वक्तव्यं. नाम नामनी नामानि नाम नामनी नामानि एवं रीत्या नामशब्दस्य रूपाणि भवन्ति. प्रातिपदिकं तु नामन् नाम प्रथमम् एकवचनं नाम नाम नामनी नामानि. किं वदामः भवत्याः नाम किम्? भगिनि भवतः नाम किम्? नाम किम् इति वदनेन तत्र विसर्गः नास्ति. प्रथमाविभक्ति एकवचनरूपं नाम नाम नामनी नामानि इति रूपाणि भवन्ति. वदतु. नामनी द्वितीयविभक्ति भगिनि. अत्र नपुंसकलिङ्गपदमस्ति इति कृत्वा रूपाणि समानानि. आम् नाम नामनी नामानि चिन्ता मास्तु. तत्र रूपाणि एकवारं पठतु. प्रातिपदिकं नामन् स्मरति वदतु. स्मरति स्मृदातु भुवादिगणे भुवादिगणे आत्मनेपदि न क्षम्यतां परस्मैपदि धातु सकर्मक धातुः. उत्तमम्. तदर्थमेव अत्र रूपाणि रामं कार्तिकेयं हनुमन्तं गरुडं भीमं च स्मरति इति उक्तमस्ति. इत्युक्ते धातुः सकर्मकः. स्मृधातोः प्रसङ्गे स्मरति कथं साधनीयं वदतु. स्मृयोगः शप् योगः ति योगः ति सार्वधातुक सार्वधातुकार्धधातुकयोः इति सूत्रेण गुण भवति. स्पृ रुकारान्तधातुः अर् भवति. स्मर्योगः आयोगः ति स्मरति. उत्तमं भगिनी. भवन्ति इति लिखितमस्ति. एकवारं रूपाणि वदतु. भवन्ति भवति भवतः भवन्ति बहुवचनमस्ति. भूधातुः किं वदामि भगिनि जानाति वा भवन्ति रूपं कथं साधनीयं. भूधातु द्वादिगणे अस्ति. सप्योगः तियोगः भूधातुः दीर्घ ओकारः अस्ति सार्वधातुक अर्धधातुकयोः ओकारः ओ भवति भो भवति. तदनन्तरं यन्तवान्तसन्धि भवति भव भवति. भवयोगः आयोगः इति भवति. साधु भगिनि तदेव. अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ऊकारस्य गुणकार्यं भूत्वा ओ भवति. ओकार अकारयोः मध्ये सन्धिकार्यम् एचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशसन्धिः भूत्वा औ आदेशः भवति. केवलम् ओकारस्य स्थाने औ आदेशः भवति इति कृत्वा तत्र भव इति अङ्गं सिद्ध्यति. अङ्गं भव अस्ति. सिद्ध्यतिङ् प्रत्ययः अन्ति अस्ति. अत्र मूलप्रत्ययः तिप्तस् झि झि स्थाने झोन्तः इति सूत्रेण अन्तादेशः भवति. पश्चात् ई योजनेन अन्तियोगः ई अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति. भवायोगः अन्ति इति रूपम् अस्ति. तत्र पुनः सन्धिकार्यमस्ति अतो गुणे इति सूत्रेण भवन्ति इति रूपं साधु वयं सम्यक् चिन्तनं कृतवन्तः. भगिनि रामम् इति रामयोग अम् अत्र अमिपूर्वः सूत्रं कार्यं करोति. अमिपूर्वः सवर्णदीर्घसन्धिः न भवति, अमिपूर्वः कार्यं करोति. एकपूर्वपरयोः एक एव पूर्वपररूपमेव आगच्छति, अतः रामम् इति नाट् रामाम्. साधु भगिनी सम्यक् स्मारितवती. अमिपूर्वः इति सूत्रेण पूर्वरूपादेशः. साधु. द्वितीयविभक्तेः प्रसङ्गे कांश्चन अभ्यासान् वयम् अवलोकितवन्तः. द्वितीयविभक्तेः प्रसङ्गे कारकद्वितीया इत्यस्य प्रसङ्गे एतावत्पर्यन्तम् अभ्यासान् कृतवन्तः. इदानीम् उपपदद्वितीया इति अवगन्तुम् अत्र अभ्यासाः दत्ताः. द्वितीयाविभक्तिः अन्यत्र कुत्र भवति, तस्य प्रयोगः अन्यत्र कुत्र भवति इति अवगन्तुम् एते अभ्यासाः अवलोकनीयाः. कानिचन उपपदानि सन्ति, उभयतः, परितः, अभितः, विना, सह इत्येतेषां प्रयोगे द्वितीयाविभक्तिः भवति. इत्यादीनाम् उपपदानां योगे द्वितीयाविभक्तेः प्रयोगः भवति. अपि च अन्येषां केषाञ्चन पदानां योगे अपि उपपदद्वितीयाविभक्तिः भवति. अष्टाध्याय्यां कर्मणि द्वितीया इति एकं सूत्रमस्ति, तेन सूत्रेण कर्मपदस्य द्वितीयाविभक्तिः भवति. कर्मणि द्वितीया इति सूत्रस्य अन्तर्गतम् एकं वार्तिकमस्ति, एकं नास्ति वार्तिकद्वयमस्ति. उभसर्वतसोः कार्याधिकुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते. पुनः वदामि, उभसर्वतसोः कार्याधिकुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते इति एकं वार्तिकम्. अभितः परितः समया निकषाः प्रतियोगेऽपि इति अन्यत् वार्तिकमस्ति. एतद्वार्तिकद्वयेन उपपदद्वितीयाविभक्तिः विहितः भवति. वार्तिकद्वये किमुक्तमस्ति, अभितः, परितः, समया, निकषा, हा, प्रति एतेषां पदानां योगे द्वितीया कार्या इत्युक्ते द्वितीयाविभक्तिः भवेत्. वार्तिकानि कात्यायनेन लिखितानि, भवन्तः सर्वे जानन्ति एव. अपि च उभयतः, परितः, धिक्, उपरि अपि च आम्रेडितान्तेषु पदेषु द्वितीयाविभक्तिः करणीया इति अन्यद्वार्तिकेन उक्तमस्ति. उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु द्वितीयाम् आम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते. अभितः परितः समया निकषा हा प्रतियोगेऽपि इति वार्तिकेनापि उपपदद्वितीयाविभक्तिः भवति. इत्युक्ते यत् पदं द्विवारम् आयास्यति आम्रेडितसंज्ञा भवति, एका संज्ञा अस्ति. अधः अधः इति कथनेन तत्र अधोध इति पदम् आम्रेडितं पदमस्ति. आम्रेडितस्य कृते उदाहरणं वदामि, अध्यधि लोकं हरिः इति एकं वाक्यमस्ति. तत्र लोकम् इति पदस्य द्वितीयाविभक्तिः भवति. तत्र आम्रेडितं पदं किम्? अधि अधि अधि इति तत्र द्विवारम् उक्तमस्ति. अधि योगः अधि, अधि अधि तत्पदम् आम्रेडितं पदम्. एकैकम् एक एकमेव पदं द्विवारम् उच्यते, तदेव आम्रेडितसंज्ञा. अध्यधि लोकं हरिः इत्यस्मिन् वाक्ये लोकम् इति पदस्य द्वितीयाविभक्तिः किमर्थमस्ति इति चिन्तयामश्चेत्, प्रथमाविभक्त्यन्तं पदं लोकः, किन्तु तस्मिन् वाक्ये लोकम् इति उक्तमस्ति. किमर्थं चेत् अत्र अध्यधि इति आम्रेडितसंज्ञायुक्तं पदं दत्तमस्ति. एवमेव अधोधः लोकं हरिः इति वाक्ये लोकम् इति द्वितीयान्तं पदमस्ति. किमर्थं चेत् अधोधः इति आम्रेडितं पदं दत्तमस्ति. एवमेव एकवारम् इच्छन्ति चेत् लिखन्तु, बहूनाम् उपपदानां योगे द्वितीयाविभक्तिः भवति. तानि पदानि कानि इति एकवारं वदामि, अभितः, परितः, समया, निकषा, हा, प्रति, उभयतः, सर्वतः, धिक्, अद्यधि, अधोध, उपर्युपरि, अन्तरा, अन्तरेण. एतेषु पदेषु अन्यतमं पदं वाक्ये अस्ति चेत् उपपदद्वितीयाविभक्तिः भवति. उदाहरणार्थम् उभयतः इति पदमस्ति चेत् नदीम् उभयतः वृक्षाः सन्ति, मार्गं उभयतः वृक्षाः सन्ति, तत्र मार्गः इति प्रथमान्तं पदं, किन्तु उभयतः इति पदमस्ति इति कारणतः तत्र उपपदद्वितीया विभक्तिः भवति इति कृत्वा मार्गम् उभयतः वृक्षाः सन्ति, ग्रामं परितः वनमस्ति, आश्रमं परितः वृक्षाः सन्ति. एवं रीत्या उदाहरणानि अस्माकं पुस्तके अपि दत्तानि. इतोपि समया, निकषा एतेषां पदानां योगे अपि द्वितीया विभक्तिः भवति. लङ्कां समया सागरः अस्ति, तत्र समया इत्युक्ते समीपे, निकषा इत्युक्ते समीपे. लङ्कां निकषा सागरः अस्ति. अभ्यासान् कुर्मः इदानीम्. उभयतः, परितः, विना इत्यादीनां योगे द्वितीया विभक्तिः भवति इति वार्ता अस्ति. वासुदेवन् महोदय भवान् पठतु. यागाश्यम् उभयतः देवकुचौ स्तः, अभिमन्युं परितः महारथाः सन्ति, भीमः किरीटं विना तिष्ठति. अत्र उभयतः उभयतः योजनेन द्वितीया विभक्ति भवति. यागाश्यम् उभयतः उभयतः देवकुचौ स्तः, याग अश्वस्य पार्श्वे, अश्वस्य द्वौ पार्श्वे, द्वयोः पार्श्वे, पार्श्वयोः लव कुशः लव च कुशः च स्तः. अभिमन्युं परिधर महारथाः सन्ति, अभिमन्युं परिधर महारथाः सन्ति. अभिमन्युम् अभिमन्यु उकारान्त पुल्लिङ्गशब्द अभिमन्यु, अभिमन्यु अभिमन्युं परितः महारथाः सन्ति, महारथाः सन्ति. परितः, परितः इत्युक्ते अराौण्ड् सन्ति. भीमः किरीटं विना तिष्ठति, किरीटं विना भीमः तिष्ठति, किरीटं स न धारयते. उभयतः परितः द्वयोः प्रसङ्गे किञ्चित् वदतु. उभयतः परितः एते पदानाम् एतेषां पदानां कृते द्वितीया विभक्तिः भवति. यदा एतेषां पदान् एतानि पदानि उपयुज्यन्ते तदा द्वितीयविभक्तिः भवति. इत्यादीनां विभक्तिः का? षष्टिविभक्ति इत्यादीनाम्, इत्यादि इति पदं त्रिषु लिङ्गेषु सम्भवति. अत्र शब्दः इति पुंलिङ्गपदमस्ति इति कृत्वा इत्यादीनां पुंलिङ्गे दत्तमस्ति. अत्र उभयतः परितः इति पदद्वयं लिखितमस्ति. उभयतः परितः इति पदद्वयं प्रत्ययपदानि भवन्ति. इतोपि वदतु. उभयतः परितः एते अव्ययशब्दाः सन्ति, अव्ययशब्दाः भवन्ति. अपितः अपितः अन्यशब्दे अपि अपितः निकषा समया एते शब्दाः अपि अव्ययाः सन्ति. इतोपि किं ज्ञातव्यं? पञ्चम्यास्तसिल् इति एकं सूत्रमस्ति. तेन सूत्रेण तसिल् इति प्रत्ययः अत्र विहितः भवति. तसिल् इत्यत्र लकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. तसिल् इत्यत्र इकारः उच्चारणार्थः, लकारः इत्संज्ञकः. तेन किम् अवशिष्यते? तस् एव अवशिष्यते. तस् इत्यस्मात् तः इति रूपं ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्राभ्यां तः इति रूपं सिद्ध्यति. आहत्य अत्र तसिल् इति प्रत्ययः विहितः भवति. केन सूत्रेण? पर्यभिभ्यां च इति सूत्रेण. पर्यभिभ्यां च इति सूत्रेण तसिल् प्रत्ययः अत्र विहितः भवति. अभि इति उपसर्गात् उभय इत्यस्मिन् अर्थे तसिल् प्रत्ययः विहितः भवति. परि उपसर्गात् सर्व इति अर्थे तसिल् प्रत्ययः. अभि उपसर्गात् उभय इत्यस्मिन् अर्थे तसिल् प्रत्ययः विहितः भवति इति कृत्वा परि इत्यस्मात् परितः, अभि उपसर्गात् अभितः अथवा उभयतः इति रूपाणि. आहत्य परितः इत्युक्ते सर्वासु दिक्षु. वदतु. भगिनि प्रत्यय पुनः वदतु. तसिल् तकारः तकारः अकारः सकारः इकारः लकारः. तसिल् लकारः हलन्त्यमित्यनेन अपगच्छति. इकारः उच्चारणार्थः. अनुबन्धलोपानन्तरं प्रत्ययस्य अवशिष्टभागः तस् अस्ति. तस् इत्यस्मात् तः इति रूपं सन्धिकार्यद्वयेन भवति. परि उपसर्गात् सर्व इति अर्धे तस्य प्रत्ययः विहितः भवति चेत् परितः. अभि अस्ति चेत् उभय इत्यस्मिन् अर्थे तसिल् प्रत्ययः विहितः भवति चेत् अभितः इति रूपं सिद्ध्यति. अभितः उभयतः द्वयोः अर्थः समानः. परियभिभ्यां च इति सूत्रेण तसिल् प्रत्ययः विहितः भवति. परितः इत्युक्ते सर्वासु दिक्षु. किं लिखितम् अत्र महोदय? पुनः एकवारं प्रथमं वाक्यं पठतु. प्रथमं वाक्यं यागाश्रम उभयतः लवकुशौ स्तः. यागाश्रम उभयतः उभयतः उभयतः इत्युक्ते आन् दि टु सैड्स् उभयतः लवकुशौ स्तः लवकुशस्तः. यागाश्वम् उभयतः इति लिखितमस्ति. अत्र सन्धिकार्यमस्ति वा? उभयतः सन्धिकार्यं यागाश्वं यागाय अश्वं यागाश्वम् यागाश्वम् उभयतः इति पश्यामश्चेत् अन्तिममकारः अस्ति. मकारात् परम् उकारः अस्ति इति कारणतः सन्धिकार्यं नास्ति. तथा न वक्तव्यं. विपरीतरीत्या उक्तवान् भवान्. यागाश्वम् इति द्वितीयान्तं पदमस्ति. तस्मात् परं हल् वर्णः नास्ति, अच् वर्णः अस्ति इति कारणतः अत्र सन्धिकार्यम् अभूत्वा इत्युक्ते सन्धिकार्यस्य अवसरः एव नास्ति. तदर्थमेव अत्र मकारः यथावत् तिष्ठति. द्वितीयं वाक्यं परिशीलयामश्चेत् अभिमन्युं परितः इति पश्यामश्चेत् तत्र मकारस्य स्थाने अनुस्वारः आगतः. किमर्थं चेत् परवर्णः पकारः अस्ति. पकारः हल् वर्णः. यागाश्वः इति प्रथमान्तं पदं. विग्रहवाक्यं वदतु. यागाय अश्वं यागाय अश्वं यागाय अथवा यागार्थम् अश्वः चतुर्थी तत्पुरुषसमासः अस्ति. यथा महोदयेन उक्तमस्ति यागाय अश्वः यागार्थम् अश्वः. एतादृशं पदम् अन्यत् पदं वदामि. धर्मनियमः. धर्माय नियमः इति चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति एकं सूत्रमस्ति. तेन सूत्रेण चतुर्थी तत्पुरुषसमासः भवति. चतुर्थी तदर्थार्थ बलिहित सुखरक्षितैः इति सूत्रम्. यूपदारु यूपाय दारु. कुण्डलहिरण्यं कुण्डलाय हिरण्यं. धर्मनियमः धर्माय नियमः. एवं रीत्या अत्रापि यागाय अश्वः इति विग्रहवाक्यं वक्तव्यमस्ति. चतुर्थी तत्पुरुषसमासः अस्ति. महोदय, लवकुशौ इति पदस्य प्रसङ्गे वदतु. लवकुशौ लव लवः च कुशः च लवकुशौ द्वन्द्वसमासः इतरेतरद्वन्द्वः. उत्तमं. मातापितरौ वदतु. माता च पिता च मातापितरौ मातापितरौ. शिवकेशवौ केशव केशव पूर्वपदं किं भवति भगिनि? शिवकेशवौ शिवः च केशवः च शिवकेशवौ इतरेतरद्वन्द्वः इतरेतरद्वन्द्वः. साधु महोदय. ईशकृष्णौ ईशः च कृष्णः च ईशकृष्णौ. लवकुशौ इत्यत्र इतरेतरद्वन्द्वसमासः. द्वन्द्वसमासे अपि प्रकारद्वयमस्ति. इतरेतरद्वन्द्वसमासः समाहारद्वन्द्वसमासः. अत्र तु इतरेतरद्वन्द्वसमासः अस्ति, न तु समाहारद्वन्द्वः. द्वन्द्वसमासस्य प्रसङ्गे चार्धे द्वन्द्वः इति सूत्रेण द्वन्द्वसमासः विहितः भवति. अभिमन्युं परितः महारथाः सन्ति. तत्र वदतु. अभिमन्यु अभिमन्युः उकारान्त पुल्लिङ्गशब्द अभिमन्युः. तस्य द्वितीयव्यक्ति अभिमन्युम् अभिमन्युः अभिमन्यु अभिमन्यव अभिमन्यवः अभिमन्युम् अभिमन्युः अभिमन्यु अभिमन्यून् द्वितीयव्यक्ति. परितः महारथाः सन्ति महारथाः सन्ति. महान् च रथ महान् च विग्रहवाक्यं कथं भवति भगिनि? महान् च असौ, महान् च असौ, रथः च, रथः च, विग्रहवाक्यं द्विधा भवितुमर्हति. अत्र विग्रहवाक्यं द्विधा भवितुमर्हति इत्युक्ते समासद्वयं भवितुमर्हति. महान् च असौ रथः च इति वदनेन तत्र केवलं विशेषणपूर्वपदकर्मधारयसमासः भवति. महान् च असौ रथः च इति कथनेन केवलं विशेषणपूर्वपदकर्मधारयसमासः भवति. तत्र कर्मधारयसमासः एव भवति. किन्तु अस्मिन् वाक्ये इदं पदं बहुव्रीहिसमासयुक्तं पदं. वदतु. महान्दौ, महान् दधि, महान् दधिनः, महान् दधि, महान् च दधि च, यः सः महारथि, महारथाः, महारथः. अहम् एकवारं वदामि. महान् च असौ रथः च इति कथनेन केवलं विशेषणपूर्वपदकर्मधारयसमासः. किन्तु महान् रथः यस्य सः इति विग्रहवाक्यम् अत्र वक्तव्यं भवति. महान् रथः यस्य सः, यस्य महान् रथः अस्ति सः, तस्मिन् अर्थे अत्र उक्तमस्ति इति कृत्वा अत्र बहुव्रीहिसमासः अस्ति. कीदृशबहुव्रीहिसमासः? समानाधिकरणबहुव्रीहिसमासः इति वक्तव्यमस्ति. अत्र पश्यन्तु चित्रम्. अभिमन्युं परितः के सन्ति? महारथाः सन्ति. महारथाः इत्युक्ते महारथाः योधाः. योधाः इति पदस्य विशेषणरूपेण महारथाः इति पदं प्रयुक्तमस्ति. अस्मिन् पदे बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति. अन्यस्य पदस्य अर्थे वर्तमानम् अनेकं सुबन्तं समस्यते. महारथः, महारथः एव एकवचनं. महारथ इति प्रातिपदिकम् अस्ति, किन्तु अत्र बहुवचनं दत्तमस्ति. महारथाः बहुवचनरूपं स्वीकृत्य विग्रहवाक्यं किञ्चित् परिवर्त्य वक्तव्यं चेत् कथं वक्तव्यं? महान् रथः येषां ते महारथाः, खलु? महारथः इति एकवचनरूपं, बहुवचनं महारथाः इति बहुव्रीहिसमासः. महान् रथः येषां ते इति विग्रहवाक्यमस्ति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि. बहुव्रीहिसमासयुक्तानि पदानि लिङ्गत्रये सम्भवन्ति, त्रिषु लिङ्गेषु सम्भवन्ति. अस्मिन् समस्तपदे समानाधिकरणबहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासे अपि बहवः प्रभेदाः सन्ति. पूर्वम् अहं किम् उक्तवती? उपमानपूर्वपदबहुव्रीहिसमासः इति उक्तवती. किन्तु अत्र समानाधिकरणबहुव्रीहिसमासः अस्ति. समानाधिकरणबहुव्रीहिसमासस्य कृते कानिचन पदानि वदामि. अधीतकाव्यः वक्तुमिच्छति वा? अधीतकाव्यः, तत्र विग्रहवाक्यं कथं वक्तव्यम्? अधीतं काव्यं यस्य, अधीतं काव्यं येन सः अधीतकाव्यः. उत्तमम्. अधीतं काव्यं येन सः. वीरपुरुषः ग्रामः, तत्र वीरपुरुषः इति बहुव्रीहिसमासः अस्ति. तत्र विग्रहवाक्यं कथं भवति? वीराः पुरुषाः यस्मिन् देशे सन्ति ते वीरपुरुषाः. ग्रामस्य विशेषणम्. उत्तमं. ग्रामः इत्यस्य विशेषणं भवति वीरपुरुषः. वीरपुरुषः इत्युक्ते वीरः पुरुषः. तत्र केवलं विशेषणपूर्वपदकर्मधारयसमासः एव भवति, किन्तु ग्रामः इत्यस्य विशेषणं भवति इति कृत्वा यस्मिन् ग्रामे वीराः पुरुषाः सन्ति सः ग्रामः वीरपुरुषः ग्रामः. तत्र वीरपुरुषः इति ग्रामस्य विशेषणमस्ति इति कृत्वा तस्मिन् पदे अपि बहुव्रीहिसमासः अस्ति. एवमेव आरूढयानः. वदतु. आरूढयानः, यानः, आरूढाः, आरूढः, आरूढः याने यः सः, आरूढः याने यः सः. सम्यक् अस्ति वा भगिनि? चिन्तनं तु साधु एव महोदय, किन्तु किञ्चित् परिवर्त्य वदामि. विग्रहवाक्यं तु आरूढं यानं येन सः. उत्तमम्. आरूढं यानं येन सः आरूढयानः. आरूढयानः इति बहुव्रीहिसमासयुक्तं पदम्. अधीतकाव्यः, आरूढयानः इत्यादीनि पदानि बहुव्रीहिसमासस्य कृते उत्तमानि उदाहरणानि. इतोपि किं ज्ञातव्यम्? अभिमन्युः कृष्णस्य स्वसा स्वसृ इति प्रातिपदिकमस्ति. स्वसृ प्रातिपदिकमस्ति चेत् रूपाणि कथं भवन्ति? किमर्थं पृष्टवती? अभिमन्युः कः इति प्रश्ने सति कृष्णस्य स्वसा इति वक्तुं शक्यते. इत्युक्ते सुभद्रायाः पुत्रः अस्ति. स्वसृ इति प्रातिपदिकमस्ति. स्वसा, स्वसारौ, स्वसारः, एवं रीत्या रूपाणि वक्तव्यानि. अत्र अभिमन्युं परितः इति उक्तमस्ति. परितः इति उपपदमस्ति इति कारणतः अभिमन्युं परितः, अत्र उपपदद्वितीया विभक्तिः अस्ति. परितः इति पदस्य अर्थः तु सर्वासु दिक्षु, सर्वायां दिशायां, सराउण्डेड् बै इति अर्थः अस्ति परितः इति कथनेन. अभिमन्योः अर्थः मया किं दृष्टमित्युक्ते अभिमन्यते युद्धार्थम्, अभिमन्यते युद्धार्थम् इति अभिमन्योः. एतावत्पर्यन्तम् अस् धातोः रूपाणि अस्माभिः दृष्टानि, अस्ति, स्तः, सन्ति. अन्यानि रूपाणि वदतु. अस्ति, स्तः, सन्ति, प्रथमवृषे एकवचन. असि, स्तः, स्तः, अस्मि, स्वः, स्मः. उत्तमम्. अत्र धातुः अस्ति अस् धातुः अदादिगणे अस्ति. अस् योगः ति इति कथनेन तत्र किमपि कार्यं नास्ति. अस् योगः ति अस्ति. किन्तु द्विवचनरूपं स्तः अस्ति, बहुवचनरूपं स्थान्ति अस्ति. अस् धातौ यः अकारः आदौ अस्ति, सः अकारः कुत्र गतः? एवं प्रश्नः उदेति खलु. धातुः अस् अस्ति. अस् धातुतः अदादिगणे अस्ति इति कारणतः अस् योगः ति अस्ति इति भवति. किन्तु द्विवचनरूपं स्तः, बहुवचनरूपं सन्ति, कुत्र गतः? तत्र श्नशोरल्लोपः इति एकं सूत्रमस्ति. श्नशोरल्लोपः, अल्लोपः इत्युक्ते अकारलोपः कदा भवति? श्नशोरल्लोपः, श्नशोरल्लोपः इति सूत्रेण अकारस्य लोपः भवति कित् नित् प्रत्यये परे. अत्र नित् प्रत्ययः अस्ति, द्विवचनप्रत्ययः. बहुवचनप्रत्ययः अपि नित् प्रत्ययः एव. सार्वधातुकप्रत्ययः किन्तु द्विवचनप्रत्ययः अपित् अस्ति. अपित् अस्ति इति कारणतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भूत्वा क्निति च इति सूत्रेण गुणनिषेधः भवति इति पठितं. किन्तु अत्र नित् प्रत्यये परे श्नशोरल्लोपः इति सूत्रेण अकारलोपः भवति इति कृत्वा स्तः इति रूपं. तृतीयं वाक्यं पश्यतु. भीमः किरीटं विना तिष्ठति. भीमः किरीटं विना तिष्ठति. तिष्ठति वदतु. तिष्ठति, स्था धातुः प्रथमवृषे एकवचनं. तिष्ठति, तिष्ठति, तिष्ठतः, तिष्ठन्ति. स्था धातुः, स्था धातुः, पाघ्राध्मा स्था इति एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण तिष्ठ आदेशः भूत्वा तिष्ठति इति रूपं. भी धातोः रूपमेव भीमः. भी इति धातुः अस्ति. भी धातुः कस्मिन् गणे अस्ति? बिभेति. बिभेति, बिभेति, जुहोत्यादि, जुहोत्यादि, जुहोत्यादिगणे अस्ति. उत्तमं. बिभेति अस्मात् भीमः इति. भीम इति पदं विशेषणं भूत्वा त्रिषु लिङ्गेषु भवितुम् अर्हति. भीमः, भीमः, भीमः, त्रिषु लिङ्गेषु अपि भवितुमर्हति. भीमं युद्धं, भीमम् इत्युक्ते भयङ्करं. बिभेति अस्मात् इति अर्थः अस्ति. भीमा इति आकारान्तपदं शृणुमः चेत् दुर्गा भीमा इति वक्तुं शक्यते. दुर्गा भीमा. मया किं दृष्टम् इत्युक्ते किरीटम् इति पदं पुंलिङ्गे अस्ति, अपि च नपुंसकलिङ्गे अपि अस्ति इति मया परिशीलितम्. एतानि वाक्यानि पठत, पठतु महोदय. मार्गम् उभयतः वृक्षाः सन्ति. एतानि वाक्यानि पठत. वाक्यानि इत्यस्य विशेषणम् अस्ति एतानि. एतानि वाक्यानि, वाक्यानि नपुंसकलिङ्गे, अतः एतानि अपि नपुंसकलिङ्गे. एतानि वाक्यानि पठत. पठत इति शब्दं लोट् लोट् मध्यम वृक्षं शब्दं पठत. यूयं पठत. मार्गम् उभयतः वृक्षाः सन्ति. मार्गम् उभयतः, उभयतः मार्गशब्दः आकारान्तपुल्लिङ्गशब्दः मार्गः. तस्य द्वितीयविभक्तिः एकवचनरूपं मार्गं. वृक्षाः सन्ति उभयतः. मार्गम् उभयतः वृक्षाः सन्ति. टु सैड्. उत्तमम्. उभयतः, उभयतः इत्युक्ते टु सैड्. उभयतः इत्यस्मिन् अर्थे अभितः इत्यपि वक्तुं शक्यते. परितः सर्वतः द्वयोः अर्थः समानः. परितः इत्युक्ते सर्वतः. मार्गः इति पुंलिङ्गपदमस्ति. मार्गः इति पदं कीदृशं पदम्? मार्गः मृज् मृज्दातु मृज्दातु निष्पन्नशब्दं मार्गः. उत्तमम्. मृज् धातुतः घञ् प्रत्ययस्य योजनेन मार्गः. तत्र मृज् धातुः अदादिगणे अस्ति चेत् मार्ष्टि तस्य रूपम्. अदादिगणे मार्ष्टि अस्ति, किन्तु चुरादिगणे अस्ति चेत् मार्जयति. साधु महोदय, धन्यवादाः. अरविन्द महोदय, भवान् वदतु अग्रे. द्वितीयमस्ति, उत्पीठिकाम् उभयतः आसन्दः सन्ति. उत्पीठिकाम् उत्पीठिका इति अकारान्तपुल्लिङ्गम् इति द्वितीय एकवचनमस्ति. उत्पीठिकाम् उत्पीठिकाम् उभयतः इति पूयता पूर्वम् उक्तम्, अपितः उभयतः समानमेव. आसन्दा इति बहुवचनमस्ति, आसन्दाः सन्ति. आसन्दा इति उपवेष्टं वस्तु इति कृत्वा इति अर्थम् अस्ति. उत्पीठिकाम् इति किमर्थम् इति भगिनि? उत्पीठिका रूपाणि वदतु. उत्पीठिका इति स्त्रीलिङ्ग आकारं आकारं स्त्रीलिङ्गमस्ति वा? उत्पीठिका, उत्पीठिके, उत्पीठिकाः. उत्पीठिकाम्, उत्पीठिके, उत्पीठिकाः. उत् उपसर्गपूर्वकः अस्ति, पीठिका इति रूपमस्ति. अत्र सन्धिकार्यं नास्ति. किमर्थं चेत् उत्पीठिकाम् इत्यत्र मकारः अस्ति चेदपि परवर्णः उकारः स्वरवर्णः अस्ति इति कारणतः सन्धिकार्यं नास्ति. परिशीलनीयः अंशः कः? अस्धातुः अकर्मकः एव. अस्धातुः अकर्मकः चेदपि अस्मिन् वाक्ये कर्मपदं सम्भवति. कर्मपदं किमर्थं सम्भवति? धातुः अकर्मकः खलु, किमर्थम् अत्र कर्मपदं सम्भवति? प्रश्नः अवगतः खलु? सन्ति इति क्रियापदमस्ति. सन्ति इति रूपम् अस्धातोः रूपम्. अस्धातुः अकर्मकः, किन्तु अस्मिन् वाक्ये कर्मपदम् अस्ति. केन कारणेन कर्मपदमस्ति? भू भवति इति अर्थ स्वीकृत्वा भू हस्ते जानामि. गोमती भगिनी वदतु, धातुः अकर्मकः अस्ति चेदपि कर्मपदम् अत्र किमर्थं सम्भवति? इदानीं न स्मरामि, इदानीं न स्मरामि भगिनी. अत्र कारकविषयः नास्ति. उभयतः इति उपपदम् अस्ति इति कारणतः अस्मिन् वाक्ये कर्मपदं सम्भवति इति वक्तव्यमस्ति. धातुः यद्यपि अकर्मकः अस्ति, तथापि अस्मिन् वाक्ये उपपदस्य कारणेन द्वितीयाविभक्तिः भवति. यथा मया उक्तं, वार्तिकद्वयमस्ति. वार्तिकद्वये उभयतः, परितः इत्यादीनि पदानि उक्तानि सन्ति. उपपदस्य कारणेन धातुः अकर्मकः चेदपि अत्र कर्मपदं सम्भवति. तदर्थमेव उत्पीठिकाम् उभयतः अत्र द्वितीयान्तं पदं दत्तमस्ति. अग्रे करोतु. शर्करां परितः पिपीलिकाः आगच्छन्ति. शर्करा इति स्त्रीलिङ्ग आकारान्तस्त्रीलिङ्ग, तस्य द्वितीय एकवचनं शर्करां. परितः इति सर्वतः इत्यर्थे. पिपीलिका तदपि पिपीलिकः, तस्य अकारान्तपुल्लिङ्ग, तस्य बहुवचनमस्ति पिपीलिकाः. आगच्छन्ति इति गमधातु, गम गच्छ इति भूत्वा गच्छन्ति. आगच्छन्ति इति आङ्गुपसर्गपूर्वक गमधातुः प्रथमपुरुष बहुवचने. उत्तमं. शर्करा इति आकारान्तस्त्रीलिङ्गपदमस्ति. सूर्यकुमारी भगिनी एकवारं रूपाणि किञ्चित् वदतु. शर्करा, शर्करा, शर्करे, शर्कराः, शर्करां, शर्करे, शर्कराः, शर्करया, शर्कराभ्यां, शर्कराभिः. उत्तमं. स्त्रीलिङ्गपदमस्ति इति कारणतः तृतीयाविभक्ति एकवचनरूपं शर्करया, शर्करेण इति न वक्तव्यं. शर्करां परितः पिपीलिकाः आगच्छन्ति. पिपीलिकः इति पुंलिङ्गपदमस्ति. पिपीलिका इति आकारान्तस्त्रीलिङ्गपदमपि अस्ति. पिपीलिकाः इति कथनेन इदं पदं स्त्रीलिङ्गपदमपि भवितुमर्हति, पुंलिङ्गपदमपि भवितुमर्हति. पुंलिङ्गे पिपीलिकः, स्त्रीलिङ्गे पिपीलिका टाप् इति प्रत्ययस्य योजनेन पिपीलिका इत्युक्ते एण्ट् स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् फिमेल् एण्ट् मया किं पठितम् इत्युक्ते अपि पीलति इति पिपीलिका अपि पीलति तत्र अपि इत्यत्र आदौ यः अकारः अस्ति तस्य लोपः भवति एतादृशं चिन्तनमेव अहं पूर्वं दृष्टवती कुत्र पुस्तकम् उद्घाटयन्तु इति एकं वाक्यमस्ति पुस्तकं पिदधातु ओपन् द बुक् क्लोस् द बुक् इति वक्तुम् इच्छामश्चेत् ओपन् द बुक् इति वक्तुं पुस्तकम् उद्घाटयन्तु क्लोस् द बुक् इति वक्तुं पुस्तकं पिदधातु इति वक्तव्यमस्ति पिदधातु इति पदं स्वीकुर्मः चेत् तत्र बहु विशिष्टं कार्यमस्ति धातोः रूपमेव अपि दधातु इति रूपं किन्तु अकारलोपः भवति इति कृत्वा केवलं पिदधातु धातोः क्तान्तरूपं हितः अस्ति पिहितः तत्रापि अकारस्य लोपः भवति पिहितः पिदधाति इत्यादृशपदेषु आदौ स्थितस्य अकारस्य लोपः भवति तत्र एकं विशिष्टं चिन्तनमस्ति एवमेव अत्रापि पिपीलिकः इत्यत्रापि तादृशं चिन्तनमेव अपि पीलति इति अपि योगः पील धातुतः अणुवल् इति प्रत्ययस्य योजनेन पिपीलिकः इति रूपं सिद्ध्यति इति मया दृष्टमस्ति गच्छति इत्यत्र गम् धातुतः इषु गमीयमां छः इति सूत्रेण छकारादेशः भवति तेन गच्छ भवति तत्र छेच इति सूत्रेण तुक् आगमः भवति तुक् तुक् आगमः कित् अस्ति यत्र कुत्रापि आगमः कित् अस्ति चेत् आद्यन्तौ टकितौ इति सूत्रेण सः कित् आगमः अन्ते आयाति अनन्तरम् आयाति इति कृत्वा गत् योगः छ इति रूपं तत्र सिद्ध्यति अपि च तत्र स्तोः स्चुनाश्चुः इति सूत्रेण स्चुत्वकार्यं भूत्वा तत्र स्थितस्य छकारस्य प्रभावेण तकारस्य स्थाने एकः चकारः आयाति तकारस्य स्थाने चकारादेशः स्तुत्वकार्यं भूत्वा तदर्थम् अन्तिमं रूपं गच्छति आहत्यत्र त्रीणि सूत्राणि आवश्यकानि प्रथमं सूत्रम् इषु गमीयमां छः छे च स्तोःश्चुनाश्चुः इति सूत्रत्रयेन गच्छति आ उपसर्गपूर्वकः अस्ति साधु महोदय गीताञ्जलिभगिनी भवती वदतु अग्रे किं लिखितम् दीपं परितः प्रकाशः अस्ति अत्र परितः इति पदमस्ति उपपदद्वितीयकारणेन द्वितीय स्वीकरोति दीपं तु दीपः वा दीपः दीपः इत्युक्ते पुंलिङ्गं पदम् किन्तु अत्र तु द्वितीय विभक्ति अस्ति चेत् दीपम् अस्ति एकवचनं दीपं परितः प्रकाशः अस्ति प्रकाशः इति पदस्य उपसर्ग अस्ति प्र आकाश अस्ति तत्र वा भगिनि काश इति धातुः अस्ति तस्य रूपं काशते ओ अस्तु काश् धातु अस्तु प्रयोगः काश् धातु प्रकाशते इति वयं जानीमः एव काश् धातुतः घञ् प्रत्ययस्य योजनेन काशः पुंलिङ्गपदमस्ति काशः इति प्र उपसर्गपूर्वकः प्रकाशते सम्प्रकाशते इति रूपमस्ति आत्मनेपदी धातुः प्रकाशते आत्मनेपदी धातु अग्रे करोतु आचार्यं परितः शिष्याः सन्ति तत्रापि परितः एव पदमस्ति उपपदद्वितीयकारणेन आचार्यं द्वितीय स्वीकरोति आचार्यः आचार्यौ आचार्याः आचार्यम् आचार्यौ आचार्यान् अत्र तु एकम् एव वचनम् आचार्यं परितः शिष्याः सन्ति शिष्यः अपि पुंलिङ्गं पदं शिष्यः शिष्यौ शिष्याः सन्ति अकर्मक अस् धातुतः बहुवचनम् आचार्यम् इति अपि समासः भवति भगिनि आ अपि च उपसर्ग आयोगः चर् धातुतः आयाति आ उपसर्गपूर्वकः चर् धातोः रूपमेव इदं पदं कुरुदन्तपदमस्ति समस्तपदमित्युक्ते द्वयोः सुबन्तयोः मेलनेन सिद्ध्यति, किन्तु अत्र पदं कृदन्तपदमस्ति. आ उपसर्गपूर्वकः चर् धातुतः ण्यत् प्रत्ययस्य योजनेन आचार्य इति प्रातिपदिकमस्ति. पुंलिङ्गे अत्र रूपं दत्तमस्ति. स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् आचार्या, आचार्यौ, आचार्याः, आचार्ये, आचार्ये, हा क्षम्यतां क्षम्यतां, सेना सेने सेनाः, मम दोष, आचार्या, आचार्ये, आचार्याः, आचार्याम्, आचार्ये, आचार्याः. उत्तमम्. अध्यापकः इति भवितुमर्हति. अग्रिमं वाक्यम् अस्तु. जलं विना जीवनं न सम्भवति. तत्तु सत्यम् अपि. विना द्वितीया स्वीकरोति, अपि च तृतीया अपि स्वीकरोति. अत्र तु उपपदद्वितीया कारणेन जलं, जलं तु नपुंसकलिङ्गं पदं, रूपं तु समानं, प्रथमा अपि द्वितीया. जलं विना जीवनं न सम्भवति. अत्र अपि जीवनं प्रथमविभक्ति, न सम्भवति, संयोग भूधातु सम्भवति इति, न सम्भवति इति इत्युक्ते न न भवितुम् अर्हति इति दत्तम्. जलं नपुंसकलिङ्गपदं, जलं जले जलानि, जलं जले जलानि, एवमेव जीवनं, हा जीवनं जीवने जीवनानि, जीवनं जीवने जीवनानि. जीवनम् इति पदं दत्तमस्ति. कीदृशं पदं? नपुंसकलिङ्गं प्रथमविभक्ति एकवचनम् अपि जीवधातोः रूपं, जीवधातोः, जीवनं जीवधातोः, जीवधातोः लट्लकाररूपं जीवति, प्राणधारणे, प्राणधारणे इत्यस्मिन् अर्थे जीवति इति लट्लकाररूपम् अस्ति. अत्र कीदृशं कार्यमस्ति? लुडन्तं वदतु. लुडन्तं कथं साधनीयं? लुडन्तं तु नपुंसकलिङ्गं पदं. कथं साधनीयम् इत्युक्ते ल्युट् प्रत्यय अस्ति चेत् क्षम्यतां भगिनि, युवोरनाकौ इति सूत्रेण अन आयाति. अन आयाति चेत् जीवन भवति. जीवन अस्ति चेत् नपुंसकलिङ्गं रूपं जीवनम् अस्ति. उत्तमं. युवोरनाकौ इति सूत्रेण यु स्थाने अन आदेशः भवति. धातुः जीव, जीवयोगः अन, जीवन इति प्रातिपदिकं. ल्युडन्तानि नपुंसकलिङ्गपदानि भवन्ति इति कृत्वा जीवनम्. भूधातोः रूपमेव भवति. अत्र सन्धिकार्यम् अस्ति वा? जलं विना इत्यत्र, जीवनं न इत्यत्रापि. जीवनं, आं भगिनि, जलं मकारान्त, जलं तु मकारान्त अस्ति तत्र, तेन मोनुस्वारा इति सूत्रेण अनुनासिक भवति. किं वदामः? अनुस्वारादेशः, अनुस्वारादेश, क्षम्यतां भगिनि, अनुस्वार आदेशः भवति. तदनन्तरं परवर्णः वकार अस्ति चेत् अनुनास्, तदेव. जलम् इत्यत्र पूर्वस्थितिः आदौ मकारः अन्ते अस्ति, किन्तु परवर्णः वकारः अस्ति, वकारः हल्वर्णः अस्ति इति कारणतः मोनुस्वारः सूत्रेण सन्धिकार्यं कृत्वा लिखितमस्ति. तदर्थमेव अनुस्वारसहितं रूपम् एव साधु. जलं विना इति लेखितुमिच्छामश्चेत् एवं रीत्या एव लेखनीयम्. एवमेव जीवनं न इत्यत्रापि, तत्र नकारः हल्वर्णः अस्ति इति कारणतः मोनुस्वारः सूत्रेण मकारस्य स्थाने अनुस्वारादेशः भूत्वा रूपं लिखितं, खलु? आम् आं भगिनि, धन्यवादः. सम्भवति इत्यत्र परसवर्णयुक्तं लिखितमस्ति. केन सूत्रेण? हा, तत्र तु यरोनुनासिके नुनासिको वा इति सूत्रेण, न अनुस्वारस्य ययि परसवर्णः. अत्र सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव. हा हा, उपसर्ग अपि पदमेव. तत् हा हा, पदम् अस्ति चेत् तु मोनुस्वारा एव कार्यं करोति. सम् इति प्रथमतया तु अनुस्वार आदेश भवति. अनुस्वारस्य ययि परसवर्ण इति सूत्रेण परवर्ण भूधातु भ अस्ति. पाफा बाभा मा. किञ्चित् भ्रमः अस्ति भवत्याः कृते. गोमती भगिनी, केन सूत्रेण सम्भवति इत्यत्र परसवर्णयुक्तं रूपं लिखितम् अस्ति, केन सूत्रेण तद्रूपं सिद्ध्यति? प्रथमं तु मूलस्वारः अनुस्वारः भवति मकारस्य स्थाने, संयोग भवति, अनन्तरं पदमस्ति वापदान्तस्य इति सूत्रेण परसवर्णादेशः भवति. मोनुस्वारः अपि च वापदान्तस्य इति सूत्रद्वयं पदान्तकार्यं करोति. सम् इत्यपि उपसर्गः, उपसर्गः अपि पदमेव. सम् इति पूर्वपदमस्ति, भवति इति परपदमस्ति. अत्र पदद्वयमस्ति, पदान्तकार्यं भवति. वापदान्तस्य इति सूत्रेण विकल्पेन परसवर्णादेशः भवति. पदान्तकार्यमस्ति चेत्, अपदान्तकार्यमस्ति चेत् नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः पश्चात् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण कार्यं भवति. उपसर्गः अपि पदमेव इति मुख्यविषयः. तदर्थमेव वापदान्तस्य इत्यनेन कार्यं भवति इति. साधु भगिनी, धन्यवादः. रोहिणी भगिनी अग्रे पठतु. सन्निकान् विना देशरक्षणं न भवति. विना योगे द्वितीया भवति. सैनिकान् इति द्वितीयविभक्ति बहुवचनरूपं. सैनिकः, सैनिकौ, सैनिकाः, सैनिकं, सैनिकौ, सैनिकान्. देशरक्षणं, देशस्य रक्षणं, देशरक्षणं. षष्टि तत्पुरुषः. रक्षणमिति वाक्ये रक्षयोग ल्युट् भवति. उत्तमं. रक्षधातुः अस्ति. रक्षति इति लट्लकाररूपमस्ति. रक्षयोगः ल्युट् योजनेन रक्षणं. युवरनाको इति सूत्रेण अन आदेशः. रक्षयोग अन इति स्थिरे. अतो गुण इति सूत्रेण पूर्वपरयोः गुण एकादेशः भवति. रक्षणं भवति. भगिनी, धातुः एव रक्ष अस्ति. रक्षयोगः अन अत्वगुणस्य आवश्यकता नास्ति इति मम चिन्तनं. रक्षयोगः अन रक्षण. अणत्वं किमर्थं भवति? षकारस्य पूर्वं भवति. दशाभ्यां नोणः समानपदे. अट्कुपायेपि सूत्रेण नकारस्य णत्वं भवति. क्ष इति कथनेन किमुच्यते वदतु. कृयोग षयोग आ क्षा भवति. षकारस्य अकारव्यवधानम् अटुकुपाङ्गं विवायेपि इति सूत्रेण नकारस्य णत्वं भवति. उत्तमं भगिनी. रक्षणम् इति ल्युडन्तपदम् अस्ति. क्ष इति कथनेन ककारषकारयोः मेलनेन क्ष इति रूपम् अत्र षकारः निमित्तम् अस्ति. यद्यपि षकारः न दृश्यते तथापि तत्र क्ष इति कथनेन ककारषकारयोः मेलनेन अयं वर्णः आगतः. सैनिकः इति पदमस्ति खलु, तत् पदं तद्धितप्रत्ययान्तपदमस्ति. सेना इति प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन निर्मितं पदं सैनिकः. सैनिकः, सैन्यम् इत्यादीनि पदानि सेना इति प्रातिपदिकात् निर्मितानि. सेनायाव सूत्रेण सैन्यं, सैनिकः इति पदद्वयं सिद्ध्यति. पूर्वं भगिनी पृष्टवती खलु, ठक् इति प्रत्ययः, सः ठक् प्रत्ययः एव अत्र अस्ति. सेना योगः ठक्, सैनिकः तद्धितप्रत्ययान्तपदेषु आदिवृद्धिः भवति इति कृत्वा सेना इत्यस्मात् सैन्यम् अथवा सैनिकः इति पदद्वयं सिद्ध्यति. न भवति इति लिखितमस्ति खलु. यत्र कुत्रापि वाक्येषु न इति पदमस्ति चेत् न इति पदस्य अन्वयः सर्वदा क्रियापदेन सह भवति, न तु अन्येन पदेन. अग्रिमं वाक्यं. महाराजम् उभयतः सैनिकाः चलन्ति. महाराज इति शब्दः, तस्य द्वितीयविभक्ति एकवचनं महाराजं. महाराजयोग अमिपूर्वे इति सूत्रेण महाराजं भवति. महाराजः इत्यत्र प्रातिपदिकं किम्? महाराजन् इति प्रातिपदिकं न. प्रातिपदिकं महाराज. प्रथमान्तं पदं महाराजः. महाराजः इति समस्तपदमस्ति, अकारान्तपुंलिङ्गपदं भवति, यथा रामशब्दः रामशब्दवत् महाराजः इति अपि. राजा इति पदस्य रूपाणि कथं भवन्ति? राजा राजानौ राजानः, राजानौ राजानौ राजान्, राज्ञः राज्ञः. महाराजः इति समस्तपदं, राजा इति साधारणं सुबन्तं पदं, राजा इति प्रथमाविभक्ति एकवचनरूपं, प्रातिपदिकमस्ति राजन् नकारान्तप्रातिपदिकं, राजा राजानौ राजानः, राजानं राजानौ राज्ञः, एवं रीत्या रूपाणि वक्तव्यानि. किन्तु महाराजः, इदानीं वदतु महाराजः पदस्य रूपाणि. महाराजः महाराजो महाराजाः, महाराजं महाराजो महाराजान्. उत्तमं. महाराजेन तत्र णत्वं किमर्थं नास्ति? जकारः रेवस्य नकारस्य मध्ये जकारः इति व्यवधानमस्ति, अतः कुप् अङ् इति न भवति. राजानः एव भवति. महाराजेन इति तृतीयाविभक्ति एकवचनं रूपमस्ति खलु, महाराजेन, तत्र जकारः बाधकवर्णः. यद्यपि रेफः निमित्तमस्ति, तथापि जकारः बाधकवर्णः अस्ति इति कारणतः णत्वं न भवति. तदर्थं तृतीया एकवचनरूपं महाराजेन. महाराजः इति समस्तपदमस्ति, महान् च असौ राजा च इति विग्रहवाक्यं वक्तव्यं भवति. विशेषणपूर्वपद कर्मधारयसमासः अस्ति. महान् च असौ राजा च, राजाः सखिभ्यश्च, समासवर्गे वयं पठितवन्तः राजाः सखिभ्यश्च इति सूत्रेण टच् इति समासान्तप्रत्ययः विहितः भवति. नस्तद्धिते इति सूत्रेण टी लोपः अपि भवति. महाराज इति समस्तपदस्य निर्माणप्रसङ्गे बहूनि सूत्राणि आवश्यकानि. महान् च असौ राजा च इति अहम् उक्तवती, महान् इत्यस्य प्रातिपदिकं महत्, महत् इति तकारान्तप्रातिपदिकम्. पुंलिङ्गे रूपाणि कथं भवन्ति? महान् महान्तौ महान्तः, महान्तं महान्तौ महतः, एवं रूपाणि भवन्ति. महत् इति प्रातिपदिकमस्ति. महत् इति प्रातिपदिकं स्वीकृत्य राजन् इति प्रातिपदिकं स्वीकृत्य द्वयोः प्रातिपदिकयोः मेलनेन महाराज इति समस्तपदस्य नूतनप्रातिपदिकं सिद्ध्यति. महत् इति प्रातिपदिकमस्ति. महत् इत्यस्मात् महा इति रूपं कथम् आगतम् इति अवगन्तुमपि सूत्रमस्ति. आन्महतः समानाधिकरणजातीययोः इति सूत्रम्. आन्महतः समानाधिकरणजातीययोः इति सूत्रेण महत् इति शब्दे यः तकारः अस्ति तस्य तकारस्य स्थाने आकारादेशः भवति इति कृत्वा महा इति रूपं सिद्ध्यति. अत्र ज्ञातव्यः अंशः कः? महाराजः इति समस्तपदं प्रातिपदिकं महाराज आकारान्तपदं भवति, किन्तु राजा इति पदं नकारान्तपदं. राजाशब्दस्य रूपाणि एकवारं पश्यन्तु, न स्मरन्ति चेत् एकवारं पठन्तु. षष्टि बहुवचनरूपं राज्ञां, सप्तमी एकवचनं राज्ञि, तृतीया एकवचनं राज्ञा. महाराजः इति रामशब्दवत् रूपाणि वक्तव्यानि. महाराजम् उभयतः सैनिकाः चलन्ति. चलन्ति प्रसङ्गे वदतु भगिनि. चल् इति धातु अत्र बहुवचनं प्रथमपुरुष बहुवचनरूपं चोरन्त इति सूत्रेण अन्त आदेशः भवति. तस्य चलयोगः इत्यस्य ई कारयोजनेन चलन्ति भवति. उत्तमं भगिनि, तदेव. अन्ति इति सिद्धतिङ् प्रत्ययः. अन्ति इति सिद्धतिङ् प्रत्ययस्य साधनवेलायां झोन्तः इति सूत्रेण अन्त् आदेशः भवति. झकारस्य स्थाने इति वक्तव्यं, झकारस्य स्थाने अन्त् आदेशः. छि इत्यत्र इकारः अस्ति खलु, अन्त्ययोगः इ, अन्ति इति सिद्धतिङ् प्रत्ययः. अत्र धातुः चल् अस्ति, चल् योगः अन्ति, चलन्ति. चल् धातुः अकर्मकधातुः. अकर्मकधातुः अस्ति चेत् कर्मपदं न कदापि सम्भवति, किन्तु अस्मिन् वाक्ये कर्मपदम् अस्ति. किमर्थमस्ति इति प्रश्ने सति उभयतः इति उपपदमस्ति इति कारणतः उपपदद्वितीयाविभक्तिः भूत्वा अस्मिन् वाक्ये कर्मपदम् आगतम्. चल् धातुः अकर्मकः, उपपदस्य कारणेन अत्र द्वितीयाविभक्तिः आयाति. भूमा भगिनी अग्रिमं वाक्यं करोतु. भवन्तं परितः के सन्ति? भवन्तं भवान् भवत् शब्दस्य द्वितीया विभक्ति. भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः द्वितीया विभक्ति एकवचनं भवन्तं परितः चर्चितानि. के के कः के भवन्तं पुल्लिङ्ग अस्ति तदर्थं के कः कौ के कः कौ के कं कौ कान् विभक्ति बहुवचने अस्ति. के सन्ति सन्ति अस् धातु सन्ति अकर्मकधातुः अस् धातुः अकर्मकः चेदपि भवन्तं परितः के सन्ति इदमेव वाक्यम् अत्र भवन्तं स्थाने स्त्रीलिङ्गरूपं वदतु. भवती भवत्यौ भवत्यः भवतीं भवतीं परितः के के कः साधु एव भवतीं परितः के सन्ति. भवन्तम् इति पुंलिङ्गे अस्ति इति कारणतः के इति पुंलिङ्गपदमस्ति तत्र सम्बन्धः नास्ति. वदतु. भवती भवत्यौ भवत्यः भवतीं स्त्रीलिङ्गे अस्ति महिला का के का साधु अहं पृच्छामि भवतीं परितः के सन्ति? मां परितः परितः मां परितः कोऽपि नास्ति. मां परितः कोऽपि नास्ति. अन्तिमं वाक्यं करोतु. मां विना भगिनी विद्यालयं न गच्छति. माम् अस्मच्छब्दस्य द्वितीया विभक्ति एकवचनं. मां विना विना कारणेन विना द्वितीया विभक्ति तृतीया विभक्ति अपि स्वीकरोति. विना योगे द्वितीया भवितुमर्हति पञ्चमी अपि भवितुमर्हति. वदतु. भगिनी भगिनी ईकारान्त ईकारान्तस्त्रीलिङ्गं शब्दः प्रातिपदिकं भगिना भगिनी एव प्रातिपदिकं भगिनी भगिनी एव ईकारान्त नदी शब्दवत् भगिनी. विद्यालयं विद्यालयं गं दातु सकर्मक इति कृत्वा विद्यालयं द्वितीया विभक्ति. उत्तमम् साधु भगिनि साधु परिशीलनमेव. गम् धातुः सकर्मकः अस्ति गच्छति इत्यस्य कर्मपदं विद्यालयं. भगिनी विद्यालयं न गच्छति विद्यालयः इति प्रथमान्तं पदं. रूपाणि वदतु. विद्यालयः विद्यालयौ विद्यालयाः विद्यालयं विद्यालयौ विद्यालयान्. भगिनी रूपाणि वदतु. भगिनी भगिन्यौ भगिन्याः भगिन्यः भगिन्यः भगिन्यः भगिनीं भगिन्यौ भगिनीः साधुचिन्तनं कृतवन्तः. आगामिनि सप्ताहे अन्येषाम् अभ्यासानां प्रसङ्गे चिन्तनं करिष्यामः. सर्वेषां धन्यवादः भगिनी. धन्यवादाः. धन्यवादः भगिनी.